अस्तु, नमस्सर्वेभ्यः. अस्माकं पाणिनीयव्याकरणवर्गे सर्वेषां स्वागतम्. अद्यतनविषयः अस्ति धातुविज्ञानं द्वितीयपाठम् इति. अस्माकं यदा अस्माकं लक्ष्यम् अस्ति शब्दानां व्युत्पत्तिः इति, अस्माकं पाठ्यक्रमे प्रथमं तिङन्तपदानां निष्पत्तिः इति द्रक्ष्यामः, अनन्तरं सुबन्तानां निष्पत्तिः इति पाठः भवति. अत्र तिङन्तं वा भवतु सुबन्तं वा भवतु, प्रथमम् अस्माकं कार्यमस्ति अनुबन्धानां निष्कासनम् इत्संज्ञासूत्रैः. अनुबन्धानाम् इति वयम् अवगच्छामः इदानीं, तस्य निष्कासनमेव अस्माकं प्रथमं कार्यम् अस्ति. गतसप्ताहे वयं षड् इत्संज्ञाविधायकसूत्राणि दृष्टवन्तः. एकं वार्तिकमपि आसीत्, अनन्तरं एकम् इत्संज्ञानिषेधकसूत्रं, लोपविधायकसूत्रमेकम् इति दृष्टवन्तः. अत्र कोऽपि प्रश्नः अस्ति वा? वयम् अग्रे सरामः वा अद्य? अस्तु अस्तु, इदानीम् अस्माकं द्वितीयपाठः धातुविज्ञानं द्वितीयकरपत्रम्. अत्र मा मूलधातुतः निरनुबन्धधातुपर्यन्तम् एव अस्माकं प्रथमकार्यं, प्रथमं सोपानमस्ति. मूलधातुतः निरनुबन्धधातु पर्यन्तं यद् सोपानमस्ति तदेव प्रथमं. द्वितीयं अधुना वयं द्वितीयसोपानं प्रति गच्छामः. अत्र तु चत्वारि कार्याणि सन्ति. किम् इति वयम् अद्य पठामः. अस्तु, अमित्रा महोदय प्रथमम् आरम्भं करोति वा? आं भगिनि. मूलधातूनां लौकिकरूपाणां सिद्ध्यर्थं कार्यद्वयं विचारणीयं. धातुविज्ञानं प्रथमम् इति पाठे अस्माभिः दृष्टं यत् अनुबन्धानां निष्कासनम् इति प्रथमं कार्यम्. इत्संज्ञकवर्णानां निष्कासनानन्तरं सत्त्वं, नत्वं, नुमागमः, उपधादीर्घः च इमानि सङ्ग्रहीततया द्वितीयं कार्यम्. एषु चतुर्षु किञ्चन सम्भवति वा इति अवश्यं चिन्तनीयम्. सम्भवति चेत् इदं कार्यं कुर्मः, नो चेत् धातुः प्रक्रियार्थं सिद्धः. तर्हि इमानि चत्वारि कार्याणि कानि इति अस्मिन् करपत्रे अवलोकयामः. इत्युक्ते गतपाठे धातुविज्ञानं प्रथमम् इत्यस्मिन् वयं अनुबन्धनिष्कासनम् इति विषयं परिशीलयत्. तदनन्तरं द्वितीय कार्ये चत्वारि कार्याणि सन्ति, सत्वं, नत्वं, नुमागमः, उपधादीर्घः च. ते कानि इति अस्मिन् करपत्रे पठामः इति. प्रथमपरिच्छेदमपि पठतु महोदय, सत्वम् इति विषये. आम्, प्रथम सत्वम्. धात्वादेः शः सः 6163. उपदेशावस्थायां धातोः आदौ षकारः अस्ति चेत् षकारस्य स्थाने सकारादेशो भवति. धातोः आदिः धात्वादिः षष्टितत्पुरुषः, तस्य धात्वादेः, धात्वादेः षष्ट्यन्तं, शः षष्ट्यन्तं, सः प्रथमान्तं, त्रिपदम् इदं सूत्रम्. आदे च उपदेशेष् इति इत्यस्मात् उपदेशे इत्यस्य अनुवृत्तिः. अनुवृत्तिसहितसूत्रं धात्वादेः शः सः उपदेशे. अग्रे अपि पठामि वा? न महोदय, एतद् वदतु महोदय, किम् अवगतम् इति. एतत् सूत्रं सत्वं विधीयते. धात्वादेः शः सः धातौ धातोः आदौ शकार अस्ति चेत् तस्य सकार आदेशः भवति इति इदं सूत्रं वदति. अत्र धात्वादेः इति षष्ट्यन्तं, शः इति षष्ट्यन्तं. धात्वादेः इति विषयस षष्टि अस्ति. शः इति षष्ट्यन्तं स्थानी अस्ति. सः इति प्रथमान्तं, तस्मात् आदेशः विधीयते. आदेश आदेशपदं विधीयते. अत्र आदेश उपदेशेषि इति इत्यस्मात् सूत्रात् उपदेशे इति पदम् अनुवर्तते. तर्हि अनुवृत्तिसहितसूत्रं धात्वादेः शः सः उपदेशे इति. अत्र उपदेशे अपि सप्तमी विषयसप्तमी अस्ति, न तु परसप्तमी. विषयसप्तमी, आं सम्यक् स्पष्टमिति मन्ये. उपदेश अवस्थायाम् इति मुख्यमस्ति. तत्र उपदेश अवस्थायां यदा धातोः आदौ शकारः अस्ति तस्य शकारस्य स्थाने सकारः भवति, आदेशः भवति. एतद्विधिः तु प्रक्रियायाः आरम्भे भवति. यदा कदापि वयं धातुः मूलधातुः स्वीकुर्मः, अनन्तरम् इत्संज्ञा विधायकसूत्रैः इत्संज्ञायाः निष्कासनानन्तरम् एतद् कार्यमेव भवति. यदा निमित्तमस्ति चेत्, निमित्तम् इत्युक्ते यदा सत्वं शकार आदि धातोः अस्ति चेत् एतत् कार्यम् अवश्यं भवति प्रथमम् इति. धन्यवादः महोदय. अत्र एकः बिन्दुः अस्ति, शः इति षष्ट्यन्तं, सः इति प्रथमान्तम्. इत्युक्ते शः इत्यत्र केवलं हलन्तिं स्वीकरणीयं. सः इत्यत्र उच्चारणार्थ अकार अपि उच्चारणसौकर्यार्थं तादृशं कृतं पाणिनीयम्. यद्यपि वयं पश्यामः चेत् द्वयोः अपि शः सः इति अस्ति, परन्तु उच्चारणसौकर्यार्थं सः इति कृतं पाणिनिना. सकारः इत्यस्य स्थाने सः इति कृतवान् इति अभ्यासात् स्पष्टं भवति मन्ये. आम् अस्तु, धन्यवादः. अरुणा भगिनी द्वितीयपरिच्छेदे पठति वा? वृत्तान्ते श्वदगम् आस्वादने इति धातुः, उपदेशे अजन्नासिक इत् इत्यनेन दकार उत्तरवर्तिनः आङ्कारस्य इत् संज्ञा, तस्य लोपः इत्यनेन लोपः च. श्वदगं श्वद् धात्वादेः श्वः सः इत्यनेन आदौ स्थितस्य शकारस्य स्थाने शकार आदेशः स्वद् स्वद् भवति. वदतु भगिनि, किम् अभवत् इदानीं? वृत्तान्तः स्व आस्वादनं धातु अर्थः आस्वादने इति प्रथमकार्यम् उपदेशे अजननासिक इत् प्रथम अध्याय प्रथम तृतीयपाद द्वा द्वे सूत्रेण दकार अकार दकार इत्संज्ञा भवति तस्य लोपः भवति तदनन्तरं स्वदं स्वद् एव भवति धात्वादेः सः सः सूत्रेण षष्ठ अध्याये प्रथमपादे त्रिनिषत् इत्यनेन सूत्रेण आदौ स्थितस्य सकारस्थाने सकार आदेशः भवति तदनन्तरं स्वद् एव भवति. अवगतं किल तत्र किं भवति इति? सकारस्थाने सकार आदेशः भवति ततः स्वद् एव धातु कार्य प्रतिकार्यं कर्तुम् अवलभ्यते. महोदयायाः ध्वनिः बहु मन्दगत् मन्दमन्दम् एकनिमिषं श्रुतम् इदानीं श्रूयते वा? श्रूयते वा? इदानीम् आम् रामप्रिया महोदयायाः सम्यक् ध्वनिः सम्यक् आगच्छति. या महोदया उक्तवती इदानीं पठितवती तस्याः ध्वनिः मन्दम् अभूत्. ओ अरुणा भगिन्याः वा? ओ अस्तु. भगिनी किमपि वाल्यूम् इन्क्रीस् करोति वा? तादृशं कर्तुम् अत्र तस्य प्रभावः अत्र नास्ति. यत् भिन्नभिन्न स्थानेषु आगच्छन्ति तदर्थं कानिचन स्थानेषु सम्यक् आगच्छति अन्येषु प्रायः. भवती किमपि पुनरेकवारं आम् अत्र यदा वयं श्वधा इति धातुः स्वीकुर्मः चेत् तत्र प्रथमम् इत्संज्ञाकार्यं भवति उपदेशे अनुनासिक इत् इति सूत्रेण दकारोत्तरवर्ति अकार आङ्कारः तस्य लोपः भवति अनन्तरं धात्वादेः शः सः इति सूत्रेण तत्र स्थितस्य शकारस्य मूर्धन्यशकारस्य आदौ स्थितस्य मूर्धन्यशकारस्य स्थाने सकारादेशः भवति. उपदेश अवस्थायाम् अस्ति एतद् धातुः श्वधा इति धातुः अतः एव एतत् सूत्रस्य प्रसक्तिः. स्वद् इति धातुः इदानीं निष्पन्नम् एतदेव दत्तमस्ति अस्मिन् परिच्छेदे. रामनाथन् महोदय अग्रिमं पठति वा? आम् भगिनी. अन्यत् उदाहरणं स्था गतिनिवृत्तौ इति धातुः यथा सामान्यं प्रथमं कार्यम् इत् सञ्ज्ञकवर्णानां निष्कासनं स्था धातौ कोऽपि इत् सञ्ज्ञकवर्णः नास्ति अतः प्रथमं सोपानं समाप्तः साक्षात् द्वितीयं सोपानं गच्छेम. तत्र चतुर्षु कार्येषु तत्त्वस्य प्रसक्तिः स्था धातोः आदु शकारः अस्ति अतः धात्वादेशः सः सकारः इत्यनेन सूत्रेण शकारस्य स्थाने सकारः स्था इति अन्तिमरूपं स्था इति रूपम् सा धातोः आदौ कार्यं नास्ति, सकारकस्थाने सकारः आदेशः भवति. इदानीं स्था इति रूपं, परन्तु तकारः स्थाने तकारः आगच्छति, अन्तिमरूपं स्था इति. सन्धिकार्येण स्था इति अन्तिमरूपं. साधु भगिनि. आं, तद् वयं पश्यामः महोदय, अग्रिमपरिचये तदस्ति. इदानीं धात्वादेः शः सः इति सूत्रेण शकारस्य स्थाने सकारः आदेशः भवति. तदेव, तादृशं तावदेव अत्र. अग्रिमं वयं दर्श्यामः कथं सन्धिकार्यं सर्वं भवति इति अस्ति, वयं दर्श्यामः. धन्यवादः महोदय. माला भगिनी, अग्रिमपरिच्छेदं पठति वा? आं भगिनि, अत्र कश्चन प्रसिद्धप्रवादो वर्तते. निमित्तापाये नैमित्तिकस्याप्यपायः, निमित्तस्य अपाये नैमित्तिकस्य अपि अपायः. निमित्तम् इत्युक्ते कारणं, नैमित्तिकम् इत्युक्ते फलम्, अपायः इत्युक्ते अभावः. अत्र ध्येयं यत् यद्यपि स्था इत्येव अस्य धातोः मूलरूपं, किञ्च वस्तुतः यः थकारः वर्तते सः थकारः आसीत्. अष्टाध्यायां तादृशम् इङ्गितम् अस्ति, कथम् इति अग्रे दृश्यताम्. थकारस्य मूलस्वरूपं थकारः, किन्तु षकारस्य प्रभावेन ष्टुत्वसन्धिना थकारः ठकारः जातः. तदा धात्वादेः शः सः इत्यनेन षकारस्य स्थाने सकारादेशः. षकारस्य कारणेन एव थकारः ठकारः जातः इत्युक्तम्. अधुना स च षकारः अपगतः, गतः इति कारणतः तेन षकारेण कृतं यत् कार्यं तत् पुनः निवर्तते. कारणं गतम्, अतः फलम् अपि गच्छति, येन निमित्तेन कार्यं कारितं. तन्निमित्तं षकारः नास्ति चेत् यत् नैमित्तिकं ठकारः अस्ति तदपि न तिष्ठति. निमित्तापाये नैमित्तिकस्याप्यपायः, षकारः गतः अतः ठकारः अपि गच्छति. स्था भवति स्था, स्था इति धातुः निष्पन्नः. अस्तु, प्रयत्नं करोमि. कण्ठशः पठतु भगिनि, एकमेकं वाक्यं स्वीकृत्य. तत्र प्रथमम् एकं वदामि अहम्. अत्र चिन्तनद्वयं दत्तमस्ति, अतः प्रथमचिन्तनं प्रथमं पठामः, अनन्तरं द्वितीयचिन्तनं. स्था धातोः विषये एव चिन्तनद्वयम् अस्ति अस्मिन् करपत्रे. अतः प्रथमचिन्तनं किम् इति वयम् अवगच्छामः पूर्णतया, अनन्तरं द्वितीयचिन्तनं प्रति गच्छामः. अत्र कश्चन प्रसिद्धप्रवादो वर्तते. निमित्तापाये नैमित्तिकस्याप्यपायः इति सूत्रमस्ति किम्? न, प्रसिद्धप्रवादः इत्युक्ते सेयिङ्ग् इति वदामः किल, लोकवादः, उक्तिः. अस्तु, तादृशमेव. अस्तु, तर्हि प्रसिद्ध उक्तिः अस्ति, निमित्तापाये नैमित्तिकस्याप्यपायः. अत्र निमित्तम् इत्युक्ते कारणं, नैमित्तिकम् इत्युक्ते फलम्, अपायः इत्युक्ते अभावः इति तस्य वाक्यस्य विवरणम्. अत्र ध्येयं यत् यद्यपि ष्ठा इत्येव अस्य धातोः मूलरूपं, किञ्च वस्तुतः यः ठकारः वर्तते सः थकारः आसीत्। अस्तु, ष्ठा इति मूलरूपमस्ति, तत्र लिखितमस्ति यत्र ठकारः दृश्यते सः पूर्वं थकारः आसीत्। अष्टाध्यायां तादृशम् इङ्गितम् अस्ति कथम् इति अग्रे दृश्यताम्। इङ्गितम् इत्युक्ते किं भगिनि? इङ्गितम् इत्युक्ते तादृशम् उक्तम् अस्ति वा? हिण्ट्, उक्तं हिण्ट्, हिण्ट् आम् उक्तम् अस्ति, हिण्ट्, हिण्ट् आम्। ठकारस्य मूलस्वरूपं ठकारः, किन्तु षकारस्य प्रभावेन ठकारः ठकारः जातः। अस्तु, अत्र लिखितमस्ति ठ इत्यस्य मूलरूपम् अस्ति ठकारः, परन्तु यतोहि धातोः मध्ये धातोः आदौ षकारः अस्ति, तस्य प्रभावेन ष्टुत्वसन्धि भूत्वा ठकारस्य ठकारः भवति। अवगतं वा? हा, ठकारस्य मूलस्वरूपं ठकारः। हा हा, भगिनी समापयतु, अनन्तरं महोदय अहं वदामि। महोदय, अस्तु, ठकारस्य मूलस्वरूपं ठकारः, परन्तु यतोहि तद् धातोः आदौ षकारः आसीत्, तस्य प्रभावेन ठकारस्य ठकारः जातः। इत्युक्ते स्तुत्वसन्धि षकारस्य न ठकारस्य ठकारः जातः इति भवति खलु? आम्, षकारस्य प्रभावेन, मूर्धन्यवर्णः षकारः, तस्य प्रभावेन दन्त्यवर्ण तकारस्य परिवर्तनं तकारः, तकारः इति मूर्धन्यवर्णः इदानीं भवति। अस्तु, धातौ एव सन्धिः भवति, किमपि प्रत्ययः किमपि नास्ति, षकारः तकारः आसीत्, षकारः अस्ति इति कृत्वा तकारः तकारः जातः। अस्तु, तदा धात्वेदे धात्वादेः शः सः इत्यनेन षकारस्य स्थाने सकारादेशः। धात्वादेः शः सः इति सूत्रेण षकारस्य स्थाने सकारस्य आदेशः भवति। षकारस्य कारणेन द्वितीयकार्यम्। अस्तु, षकारस्य कारणेन एव ठकारः ठकारः जातः इत्युक्तम्। तदेव भवत् अस्माभिः दृष्टं पूर्वम्। अधुना स च षकारः अपगतः, गतः इति कारणतः तेन षकारेण कृतं यत् कार्यं तत् पुनः निवर्तते। अस्तु, षकारः गच्छति चेत् तस्य षकारेण कृतं यत् कार्यं तत् पुनः निवर्तते। इत्युक्ते निवर्तते इत्युक्ते गच्छति वा? इदानीं तद् वेलिड् नास्ति, केन्सल् अभवत्। अस्तु अस्तु अस्तु, षकारस्य कारणेन एव तकारः टकारः जातः। इदानीं धात्वादेः शः सः इति सूत्रेण वयं षकारस्य सकारः कृतवन्तः। इदानीं तकारस्य का गतिः इति प्रश्नः। षकारः तु सकारः जातः, इदानीं तकारस्य किम् आवश्यकम्? अतः तस्य निवृत्ति निवर्तनं भवति. यदा महोदय उक्तवान् कारणं गतम् अतः फलम् अपि गच्छति. येन निमित्तेन कार्यं कारितं तन्निमित्तं षकारः नास्ति चेत् यत् नैमित्तिकं ठकारः अस्ति तदपि न तिष्ठति. अस्तु, षकारस्य अपगमनेन ठकारस्य अपि अपगमनं भवति, एवं वा? अस्तु, निमित्तापाये नैमित्तिकस्याप्यपायः इति उक्तिना षकारः गतः अतः ठकारः अपि गच्छति. हा, तदेव अहम् उक्तवती. अस्तु, इदानीं धातुः मूलरूपमस्ति ष्ठा, तस्य षकारस्य धात्वादेः शः सः इति सूत्रेण षकारस्य सकारः भवति, अतः ष्ठा ठा इति भवति. अनन्तरं वयं दृष्टवन्तः ठकारस्य मूलस्वरूपं ठकारः आसीत्, अतः ठकारः जातः, परन्तु षकारस्य प्रभावेन, क्षम्यताम् अहं चिन्तयामि, ठकारस्य ठकारः अभवत्. प्रथमं ष्ठा, अनन्तरं षकारस्य सकारः ष्ठा, अनन्तरं ठकारस्य स्थाने ठकारः आगच्छति, यतोहि तस्य तस्य पूर्वरूपमस्ति स्था, ऐ मीन् था. अतः अन्तिमधातुरूपं भवति स्था. अवगच्छति वा इदानीं? हा, केवलं द्वितीयकार्यस्य पुनः किञ्चित् वदतु भगिनि. यदा टकारः तकारः जातः वा? हा हा, अहम् अवगच्छामि, अत्र लिखितमस्ति, परन्तु यदि भवती वदति चेत् किञ्चित् इतोपि अवगमनं भवति. अस्तु, यदा वयं प्रथमं कार्यम् अवगच्छति किल, सर्वे अन्ये अपि प्रथमकार्यं स्पष्टं किल तत्र? आं वदतु महोदय. मम चिन्तनं मूलरूपं तकारः एव, परन्तु षकार तकारयोजनेन सूत्रसन्धिरूपेण स्था इति अन्तिमरूपं दातु साधु वा? आम्. ओके, क्लियर् नौ. सेकेण्ड् डौट्, अतः फलमपि गच्छति, अर्थात् फलमपि गच्छति इत्युक्ते यदा षकारस्य स्थाने सकारः इदानीम् आगच्छति चेत् धात्वादेः शः सः इति सूत्रेण षकारस्य स्थाने इदानीं वयं सकारः आनीतवन्तः. सकारः तकारः इदानीम् अस्ति. अतः तत्र फलं कारणमस्ति, प्रथमं कारणमस्ति षकारः, फलमस्ति तकारः. इदानीं कारणं गच्छति, षकारः इति कारणं गच्छति चेत् अस्माकं कार्यम् इत्युक्ते फलं तकारः तदपि गच्छति. पूर्वं किम् आसीत्? तकारः एव आसीत् किल, तदेव पुनः आगच्छति. मूलरूपं तकारः एव आगच्छति, मूलरूपस्य एव आगच्छति वा, पुनः सन्धिरूपेण आगच्छति वा? मूलरूपेण तकारः आगच्छति, सन्धिरूपेण सन्धि किमपि तत्र नास्ति महोदय. तकारतकारयोः ष्टुत्वसन्धि याः रिवर्सल् भवति, तत् तादृशं किमपi सन्धिः नास्ति, अतः मूलरूपमेव प्रतिगच्छति इति वयं वक्तुं शक्नुमः. भगिनि, अत्र अत्र विषयान्तरम्, अत्र षकार उक्तमस्ति, षकार मूलधातुः षकार आसीत्, तर्हि कथं तकार आगतः? मूलरूपे तकार एव? न, मूलरूपे षकारः तकारः दन्त्यतकारः महाप्राणतकारः आसीत् प्रथमम्. अनन्तरं यदा तस्य द्वयोः वर्णयोः सामीप्यम् अस्ति चेत् सन्धिः नित्यं भवति, अतः सन्धिना ष्ठा इति भवति. इदानीं किं कुर्मः, धात्वादेः सहसः इति सूत्रेण षकारस्य स्थाने सकारः आनयामः. यदा सकारः आगच्छति चेत् तकारः अपि अपगच्छति. मूलरूपे यद् प्रथमं तकारः आसीत् किल तदेव पुनः आगच्छति. अवगच्छामि. यदा उच्चारणमपि प्रयत्नं करोति चेत् स्वयमेव आगच्छति. वयं षकारः मूर्धन्यषकारः दन्त्यतकारः कदापि न वक्तुं शक्नुमः. तत्र एव ष्ठ इत्येव आगच्छति. ष्ठ इति किमपि न आगच्छति मुखात्. अनन्तरं यदा सकारः टकारः योजयामः चेत् तत्रापि स्था इति न आगच्छति, स्था इत्येव आगच्छति. उच्चारणसौकर्यार्थम् अनन्तरम् एतत् सूत्रेण एतद् भवति. अत्र निमित्त अपाये नैमित्तिकस्य अपि अपायः, एतद् अवगतं वा? एतदुक्तिः भगिनि ष्ठा था भवति, अनन्तरं था इति भवति, यतोहि तत्र षकारस्य अपगमनेन ठकारस्य अपि अपगमनम् अतः स्था. तत्र एतदपि वक्तुं शक्नुमः वा, अत्र सन्धि न भवति इति, ष नास्ति अतः इत्योः मध्ये वा? तदेव अहम् उक्तवती किल, तत्र किमपि सन्धिः इति नियमः नास्ति. एतत्तु ष्टुत्वसन्धिः रिवर्सल् इति एव भवति. तत्र किमपि तादृशनियमः नास्ति. नैकट्यम् अस्ति द्वयोः वर्णयोः, अतः एव तकारः टकारस्य सन्धिः अस्ति. परन्तु सकारतकारयोः मध्ये किमपि सन्धिः नास्ति. उच्चारणस्थानमेव, यदा वयम् उच्चारयामः तत्र एव तद्भवति. एतदेव ष्टुत्वनिवृत्तिः इत्यस्य अपरनाम अस्ति. एतत् कार्यस्य ष्टुत्वनिवृत्तिः, षकारस्य अपायात् ष्टुत्वं निवर्तते इति वदामः. तदेव कार्यमस्ति. सर्वे अवगतवन्तः इति भाति. श्रीवल्ली भगिनी पठति वा? अस्ति वा भगिनि? तथा एव यत्र धातुषु अनुनासिकः वर्गीयवर्णः नकार नकार नकार मकार च अनुस्वारः च अस्ति, तत्र एते वर्णाः नकारजाः. नकारजः नाम नकार उत्पन्नः. वृत्तान्ते अञ्चु धातुः गतिपूजनयोः, मूलधातुः अञ्चु इति एव, किन्तु तत्र नकारः नकारस्य मूलस्वरूपं नकारः. चकारस्य योगेन एव सः नकारः ञकारः जातः. धातुषु एवं सर्वत्र बोध्यम्. एतत् द्वितीय उदाहरणमस्ति. एतत् द्वितीय उदाहरणं. तथा एव यत्र धातुषु अनुनासिकवर्गीयवर्णः, ये वर्णाः नकारः नकारः नकारः मकारः अनुस्वारः, ये वर्णाः नकारजाः इति उच्यते. नकारजः नाम नकारात् उत्पन्नः. ये अनुनासिकवर्गीयवर्णाः नकारात् उत्पन्नः. उदाहरणम् अञ्चु धातुः गतिपूजनयोः अर्थः मूलधातुः अञ्चु एव. अत्र नकारः इति नकारजा नकारजः मूलस्वरूपं नकारः चकारस्य योगेन एव नकारः नकारः भवति ये धातुषु एवं सर्वत्र इति बोध्यम् नकारस्य स्थाने नकारः इति भवति अत्र यदा वयम् अञ्चु इति धातुः स्वीकुर्मः मूलस्वरूपम् औपदेशिक अवस्थायाम् अञ्जु अञ्चु इत्येव अस्ति तत्र यद् ण्यकारः अस्ति तत्तु मूले नकारः आसीत् तत्रापि ष्टुत्वसन्धिना तत्र नकारस्य स्थाने चवर्गस्य पञ्चमवर्णः आदेशः भवति तत्र सूत्राणि सन्ति अग्रिमपाठे तत् सर्वम् अस्ति कथं प्रथमं नकारः अस्ति अनन्तरं ण्यकारः कथम् आगच्छति अनुस्वार आदेशः कथं भवति इति अग्रिमपाठे अस्ति अतः अहं सूत्रम् इदानीं न वदामि प्रथमं परन्तु प्रक्रिया एवमेव प्रथमं नकारः आसीत् तद् नकारः अनुस्वरः आदेशः भवति अनन्तरं चवर्गस्य पञ्चमवर्णः तत्र अनुस्वारस्य स्थाने पञ्चमवर्णः आदेशः भवति अतः तत्रापि एतत् कार्यमेव यद् निमित्त अपाये नैमित्तिकस्यापि अपायः इति कार्यम् अत्रापि भवति इति दत्तमस्ति परन्तु अञ्चु धातोः षकारः वा षकारः मूले नास्ति अतः चिन्ता मास्तु परन्तु वयं तत्र किम् तत्र किं मुख्यम् अस्ति इत्युक्ते यत्र यत्र वयम् अनुनासिकवर्गीय वर्णाः पश्यामः तत्र तु मूले नकारः आसीत् इति मुख्यमस्ति नकारात् उत्पन्नः इति बोध्यं तत्र आं महोदय धातुः मूलरूपं ज्ञातमेव सर्वाणि धातोः सर्वाणि धातोः मूलरूपं किं महोदय न आवश्यकं महोदय कण्ठस्थीकरणम् इति यदा वदति चेत् न आवश्यकम् इति अहं वदामि वयं लौकिकरूपाणि वयं जानीमः वयं पठितवन्तः किल पट् धातोः वा भू धातोः वा वयं जानीमः अनन्तरं यदा वयं मूलरूपं पश्यामः चेत् लौकिकरूपं कथं साधनीयम् इति एतेन सूत्रेण वयं ज्ञातुं शक्नुमः शब्दव्युत्पत्तिः एव अस्माकं लक्ष्यम् अस्ति अतः मूलरूपस्य कण्ठस्थीकरणम् आवश्यकं नास्ति इति मम चिन्तनम् रमाबाई भगिनी पठति वा भगिनि अञ्चु विषये किमपि उदाहरणं दत्वा वक्तुं शक्नोति वा कुत्र महोदय अञ्चु नकार एव अस्तु वदामः तर्हि तस्य अञ्चु शब्दस्य लट्लकार प्रथमपुरुषरूपं कथं भवति ओ तादृशं रूपनिष्पत्तिः वा तस्य तथैव धातुषु अनुनासिकवर्गीयवर्णः च अनुस्वारः च अस्ति तत्र एते वर्णः किन्तु वृत्तान्ते अञ्चु धातुः गतिपूजनयोः मूलधातु अञ्चु इत्येव किन्तु तत्र ञकारस्य मूलस्वरूपं नकारः सर्वत्र यत्र नकारत् त्यक्त्वा मूलरूपे धातुषु अस्ति चेत् सर्वत्र नकारः वा आं सर्वत्र नकारः एव आसीत् प्रथमं नकारः आसीत् अनन्तरं यदा वयं अष्टाधातोः विषये दृष्टवन्तः तत्र सूत्राणि सन्ति इति अहम् उक्तवती किल केन कारणेन नकारस्य स्थाने अनुस्वारादेशः, अनन्तरम् अनुस्वारस्य स्थाने ण्यकारः आदेशः इति क्रमः अस्ति महोदय. अग्रिमपाठे तदागच्छति, प्रायः अस्मिन् पाठे एव अस्ति इति चिन्तयामि. नत्वा विषये वयं यदा पश्यामः तत्र आगच्छति. भगिनि किञ्चित् वदति वा ष्ठा धातो मध्ये तत्र निमित्तं नैमित्तिकम् अपायः किं किम् अस्ति, किमपि किञ्चित् वदति वा? आम्, ष्ठा धातोः निमित्तमस्ति षकारः, मूर्धन्यषकारः निमित्तमस्ति. तस्य फलम् अस्ति तकारः. अपायः इत्युक्ते यस्य षकारस्य अपायेन तकारः इति फलम् अपि गच्छति. कारणमस्ति चेत् कार्यमपि अस्ति. कारणम् इदानीं नास्ति, कारणं गच्छति. निमित्तं गच्छति चेत् नैमित्तिकम् इति कार्यम्, अस्माकं तकारः इति कार्यं, तस्य अभावः भवति, तकारस्य अभावः इदानीम्. धन्यवादः. आम्, रमाबाय् भगिनि. आं भगिनि, स्ना शौचे इति धातुः, अत्र नकारस्य मूलस्वरूपं नकारः, किन्तु षकारस्य प्रभावेन सुत्वसन्धिना नकारः नकारः जातः. तदा धात्वादेः शः सः इत्यनेन स्ना स्ना निमित्तापाये नैमित्तिकस्याप्यपायः इत्यनेन स्ना स्ना इति लौकिकधातुः, स्नाति इति लटि, स्नानम् इति ल्युटि. यदा वयं स्ता धातुः दृष्टवन्तः तदैव एतदपि अस्ति. स्ना इति धातुः तस्य मूलरूपं दन्त्यनकारः अस्ति, स्ना दन्त्यनकारः अस्ति स्ना. तत्र षकारस्य प्रभावेन मूर्धन्यनका दन्त्यनकारात् स्थाने मूर्धन्यनकारः भवति, आगच्छति. अत्र दत्वादेशः सः इत्यनेन सूत्रेण षकारस्य आदेशः भवति सकारः इति. अत्र स्ना इति भवति. अत्र निमित्तापाये नैमित्तिक शाप्यपायः इति सूत्रेण तत्र तत्र मूर्धन्यनकारः किमर्थम् अस्ति चेत् तत्र षकारस्य प्रभावेन मूर्धन्यनकारः अस्ति. अत्र धात्वादेशः सः इति सूत्रेण मूर्धन्यनकारस्थाने दन्त्यनकारः आगच्छति. अत्र षकारस्य स्थाने षकारः आगच्छति. अत्र निमित्त मूर्धन्यनकार षकारः कारणात् मूर्धन्यनकारस्य दन्त्यनकारस्य नकारः आगच्छति. अतः सः सः अस्ति इति कारणात् तत्र कारणं नास्ति. शकारः अस्ति चेदेव मूर्धन्यनकारः भवति अथवा दन्त्यनकारः एव भवितुम् अर्हति. अत्र शकारस्य अभावः भवति. शकारस्य अभावः कारणम् अस्ति. तत् कारणात् नकारस्य अभावः अपि भवति. इदानीं स्ना इति भवति. स्नाति इति लट् लकारः. अतः स्नानम् इति लिति. सम्यक् वा? सम्यक् एव भगिनि. इदानीं स्तुत्वं कृतं किमर्थं? नत्वमेव न नत्वं स्तुत्वसन्धि कृत्वा महोदय तत्र नत्वम् इति प्रसङ्गः वदति वा तत्र मूलरूपं शकारं योजने आदौ शकारं योजनेन नत्वं कारणात् मूर्धन्यनकारः भवति. स्तुत्वं किमर्थम्? न न स्तुत्वसन्धिना एव नकारः आगच्छति. प्रश्नः समीचीनमेव. तत्र किमपि अस्ति सूत्रसङ्ख्यायाः प्रसङ्गः अस्ति. स्तुत्वं प्रथमं भवति वा नत्वं प्रथमं भवति वा कस्य सूत्रसङ्ख्या पूर्वम् अस्ति इति किमपि तादृशक्रमः अस्ति. अत्र स्तुत्वं भवति. प्रश्नः उत्तमप्रश्नः एव परन्तु तत्र तु स्तुत्वं भवति. अस्तु भगिनि, मम तु एकः प्रश्नः अस्ति. यत् आरम्भतया यदा अहम् अवगतवान् कि औपदेशिकरूपम् अस्ति, व्यावहारिकरूपम् एतत् सर्वम् अस्ति इति, तस्मादेव एषः प्रश्नः आगतः. इदानीमपि अहं बृहद्धातुरूपपुस्तके दृष्टवान्. तत्र इण्डेक्स् मध्ये स्ना इति शब्दः एव नास्ति, श्ना एव अस्ति. तर्हि औपदेशिकरूपम् एतद् व्यावहारिकरूपम् एतस्य औपदेशिकरूपात् व्यावहारिकरूपं कथं परिणामः किम् इति किमपि तादृशं सूची अस्ति वा, यत् दृष्ट्वा वयं मूलरूपं यथा एक कृ धातु न द्रष्टुं शक्यते. डुक्री एव प्रायः तत्र अस्ति. अहं डा मध्ये द्रष्टव्यम् इति कस्मिन् पुटे अस्ति इति अहं कदापि मम चिन्तने न गमिष्यति यदि अहं न जानामि कि डुक्री अस्ति. स्वरूपमहोदय महोदयस्य वर्गे अहं न उपस्थितं उपस्थितोस्मि चेत्. आम् आम् उत्तमं. तदेव यदा वयं किञ्चित् व्याकरणं जानीमः चेदेव तत्र यदा बृहद्धातु कुसुमाकरः वा बृहद्धातु पुस्तकं धातुपाठः किमपि स्वीकुर्मः चेत् तत्र वयं किञ्चित् व्याकरणशास्त्रं जानामि चेत् एव वयं तत्र वयं अन्वेषणं कर्तुं शक्नुमः. अथवा कृ इति पश्यामः चेत् तत्र किमपि धातुः न भवति. यदा कृ धातुः तु वयं जानीमः, तत् त्यजतु. इदानीं स्टा इति धातुः यदा भवान् उक्तवान् स्टा इति वयम् अन्वेषणं कुर्मः चेत् के सर्वदा न मिलति. प्रायः नूतनपुस्तकानि अस्ति चेत् प्रायः मिलति, न सर्वदा न. तेन कारणेन एव अस्मिन् काले बहु केचन पुष्पादीक्षितवती तस्याः वर्गे भवन्ति ते तैव प्रायः कण्ठस्थी कुर्वन्ति एते सर्वे. वयं अधिकतया 90-95% तु न कुर्वन्ति कण्ठस्थी किमपि. तेषां कृते बहु किमपि सर्वम् आगतम् अस्मिन् काले. तादृशम् एतत् सूची अपि केनापि कृतं वा इति मम प्रश्न प्रायः भवतः इत्युक्ते प्रायः मम अस्ति महोदय अस्ति एव यदा वयं इदानीं मम पार्श्वे तत् पुस्तकं नास्ति धातुपाठः इति एकः अन्यत् पुस्तकमस्ति न पुष्पादीक्षितमहोदयः नास्ति अन्यत् पुस्तकमस्ति तत्र पुस्तकस्य अन्ते इण्डेक्स् माध्यमेन भवति तत्र कथम् अन्वेषणीयं अहम् आम् अहं प्रेषयामि तस्मिन् तस्मात् पुस्तकात् वयं प्रायः कुत्र अस्ति एतद् धातुः कस्मिन् गणे आगच्छति तत् अनुबन्धरूपं दृष्ट्वा कथं निरनुबन्धरूपं साधयामः इति इण्डेक्स् दृष्ट्वा वयं वक्तुं शक्नुमः अस्मिन् पुस्तके तु नास्ति इति चिन्तयामि अस्माकं मया सह अनेके पुस्तके अनेकानि पुस्तकानि सन्ति संस्कृतविषये किन्तु तेषु कुत्रापि नास्ति अस्तु अहं तद् दृष्ट्वा अहं वदामि कथं नाम ददाति चेत् बहु सुकरं भवति धन्यवादः इदानीम् अस्तु एतत् स्पष्टमिति मन्ये श्नाधातोः विषये तत्र एव वयं नकारस्य नकारः कथं भवति इति दृष्टवन्तः इदानीं पर्यन्तं निमित्त अपाये नैमित्तिकस्य अपायः इति चिन्तनम् आसीत् इतः पर्यन्तं यद् वयं पश्यामः तद् किञ्चित् अन्लर्निङ्ग् इति एव भवति शास्त्रीयचिन्तनम् इति भवति तद् वयं पठामः अनन्तरम् अहं स्पष्टीकरोमि तस्मिन् विषये राजेन्द्रमहोदय पठति वा आम् आं नत्वं वा न अधुना एतत् सर्वं यदुक्तं रिफ्रेश् कृतवान् वा महोदय भवती किञ्चित् तत्र गतसप्ताहे एव महोदय योजितवान् अतः किञ्चित् रिफ्रेश् करोति चेत् आगच्छति अस्तु अस्तु भगिनि क्षम्यतां तथा न कृतवान् महोदय भवान् करोतु अहम् अग्रिमम् आह्वयामि अस्तु अस्तु जगन्नाथमहोदय पठति वा अस्तु अधुना एतत् सर्वं यदुक्तं तत्तु विषयपरिचयत्वादुक्तं भावार्थस्य सुखबोधार्थं दत्तं निमित्तापाये नैमित्तिकस्याप्यपायः इति प्रसिद्धप्रवादस्त्वस्ति बहुत्र च एतादृशी शिक्षा दीयते यत् ष्ठाश्ना इत्यादयः धातवः तथैव उपदेशात् लौकिकस्थितिं प्राप्नुवन्ति किन्तु भाष्यकारः पतञ्जलिश्च काशिकाकारः वामनजयादित्याश्च प्रतिपादयतः यत् अयं निमित्तापाये नैमित्तिकस्याप्यपायः इति तु न परिभाषा न वा वार्तिकम् अस्य प्रवादस्य एतस्मिन् विषये सामर्थ्यम् अधिकारो वा नास्ति अतः शास्त्रीयाश्रम अवलम्ब्य प्रतिपादनं भवति चेत् वरं स्यात् इति विचिन्त्य एतौ द्वौ मुनि एवं वार्तां स्पष्टी कुरुतः ष्ठाधातोः उपदेशावस्थायां मूर्धन्यषकारः अस्ति परन्तु दन्त्यथकारः अस्ति ष्ठ इति स्थितिः अधुना युगपत् ष्टुनाष्टुः च धात्वादेः शः सः च आगत्य कार्यार्थम् उद्युक्तं भवति. पूर्वस्मिन् परिच्छेदं किञ्चित् प्रतिपादयति वा, अनन्तरं वयं गच्छामः. एतद् मिलित्वा अस्ति इति बहु किमपि अस्ति अस्मिन् परिच्छेदे. अधुना एतत् सर्वं यदुक्तं तत्तु विषयपरिचयत्वादुक्तम्. अस्तु, एतस्मात् पूर्वस्मिन् परिच्छेदं पर्यन्तं यद् अस्ति तत्सर्वं परिचयरूपेण एव अस्ति. इदानीमेव भावार्थस्य सुखबोधाय बोधार्थं दत्तम्. अच्छा, तेषां भाव एतस्य विषयस्य भावः कथं भवति इति परिचयरूपेण पूर्वस्मिन् परिच्छेदपर्यन्तं महोदयेन लिखितम्. इदानीं निमित्तोपायनैमित्तिकस्य पाप्यपायः इति प्रसिद्धप्रवादस्य तु अस्ति. बहुत्र च एतादृशी शिक्षा दीयते यत् ष्ठाष्णा इत्यादयः धातवः तथैव उपदेशात् लौकिकस्थितिं प्राप्नुवन्ति. अस्तु, कथं लौकिकस्थिति वयं प्राप्नुमः इति पूर्वे दत्तं. किन्तु भाष्यकारः पतञ्जलि वा काशिकाकारः वा वामनजयादि सर्वे प्रतिपादयन्त एतस्य विषये किमपि न लिखितवन्तः. न च परिभाषायां न च न वा परिभाषायां न वा वार्तिकायां तु अस्तु. अत्र एतस्य प्रतिपादनार्थम् एते द्वौ मुनि वार्तां स्पष्टी कृतवन्तः. द्वौ मुनि इत्युक्ते के? पतञ्जलि काशिकारः वा? आम्, पतञ्जलि वामनाजय आदित्यः. वामनाजयादित्य तु द्वे जनाः सन्ति वा, एकमेव वा? एकः एव. काशिकाकारः काशिका लिखितवान्. वामनाजय आदित्यः प्रायः पूर्णनाम. अस्तु अस्तु, ये कोऽपि अस्तु. अष्टाधातोः उपदेशावस्थायां मूर्धन्यषकारः अस्ति, परन्तु दन्त्यथकारः अस्ति, यथा ष्ठा इति स्थितिः, मूलस्थितिः तादृशं. किन्तु तेषां अतिसामीप्यमस्ति इति कारणात् ष्ठुनाष्टुः सन्धि तद् सन्धेः कार्यं तत्र भवति. प्रथमविचारः आसीत् तत्तु प्रथम अस्माकं प्रथमचिन्तनम् आसीत् षकारस्य प्रभावेण तकारः टकारः जातः इति प्रथमचिन्तनम्. इदानीं नूतनचिन्तनं, तदेव अहम् उक्तवती अन्लर्निङ्ग् इति. इदानीं नूतनचिन्तनम् ष्टुनाष्टुः इत्यनेन ष्ठाधातौ विद्यमानस्य षकारस्य प्रभावेन थकारस्य स्थाने ठकारः आदेशः, अपि च धात्वादेः शः सः इत्यनेन औपदेशिकधातोः आदौ स्थितस्य षकारस्य स्थाने सकारादेशः. अस्तु, एतत् सर्वं वयं पूर्वे दृष्टवन्तः. अस्यां दशां द्वयोः सूत्रयोः मध्ये कस्य कार्यं प्रथमं प्रवर्तनीयम् इति प्रश्ने सति अस्माकं पाठे अग्रे वक्ष्यमाणेन पूर्वत्रासिद्धम् 821 इति सूत्रेण ष्टुनाष्टुः 8441 इति शास्त्रम् असिद्धं तस्य त्रिपाद्यां विद्यमानत्वात्. सिद्धम् 821 अस्तु त्रिप् पूर्वत्र सिद्धम् अस्तु ष्टुनाष्टुः 8441 इति त्रिपाद्ये अस्ति. पूर्वत्र सिद्धम् 821 धात्वादेशुगपत् युगपत् ष्टुनाष्टुः धात्वादेः शः सः एव आगच्छति महोदय. अधुना युगपत् ष्टुनाष्टुः धात्वादेः शः सः आगत्य कार्यार्थम् उद्युक्तं भवति. अतः द्वयोः मध्ये एव भवतः चिन्तनं भवेत्. द्वयोः इत्युक्ते के ष्टुनाष्टुः धात्वादेः शः सः. ओ अस्तु अस्तु अस्तु. तर्हि धात्वादेः शः सः पूर्वत्र मध्ये अस्ति. ष्टुनाष्टुः 8441 तु त्रिपाद्यां मध्ये अस्ति. तेन कारणेन ष्टुनाष्टुः एव तस्य एव प्राधान्यं भवति. पूर्वं किं सूत्रम् अस्ति? पूर्वं शः सः इति षष्टमध्यायस्य सूत्रं किल. पूर्वत्र सिद्धम् इति सूत्रेण धात्वादेः शः सः बाधितं भवति ष्टुनाष्टुना. अतः तदेव प्रथमं कार्यं करोति किल धात्वादेः शः सः. तदेव पूर्वसूत्रम् अस्ति. किन्तु प्राधान्यं भवति त्रिपादस्य फलं न न न तदेव तदहं वदामि एक इदानीं. तत्र यदा सपादसप्ताध्याय्याम् एकं सूत्रमस्ति, त्रिपाद्याम् अन्यत् सूत्रम् अस्ति चेत् सपादसप्ताध्यायी एव पूर्वम् अस्ति किल, तस्य एव बलम् अधिकं त्रिपाद्यां प्रति. पूर्वत्र असिद्धं पूर्वसूत्रं बलवत्, द्वितीयसूत्रं तु असिद्धं भवति, तस्य कार्यमेव न भवति. अतः धात्वादेः आम् तत् सूत्रम् आम् तद् अस्ति. पूर्वत्र असिद्धम् इति सूत्रं त्रिपाद्याम् अस्ति, परन्तु पूर्वत्र असिद्धम् इति सूत्रं वदति अष्टाध्याय्याः भागद्वयं करोतु इति एतत् सूत्रं वदति. सपादसप्ताध्याय्यां यदा अहं गतसप्ताहे प्रायः उक्तवती, प्रथम अध्यायात् प्रथमसूत्रात् आरभ्य अष्टम अध्यायस्य प्रथमपादस्य अन्तसूत्र अन्तिमसूत्रपर्यन्तं सपादसप्ताध्यायी. अनन्तरं यद् त्रिपादिः अस्ति तदेव त्रिपादि. अष्टम अध्यायस्य द्वितीयसूत्रात् द्वितीय अध्यायात् आरभ्य अष्टम अध्यायस्य चतुर्थपादात् पर्यन्तं त्रिपादि. अत्र पूर्वत्र असिद्धम् आगत्य वदति यदा सपादसप्ताध्याय्याम् एकं सूत्रम् अनन्तरं त्रिपाद्याम् एकं सूत्रम् अस्ति चेद् सपादसप्ताध्याय्याः सूत्रमेव बलवत्, तस्य एव कार्यं भवति. अन्यद् द्वितीयसूत्रं तु असिद्धम्, असिद्धम् इत्युक्ते कार्यं न भवति इति पूर्वत्र असिद्धं वदति. इदानीम् अस्माकं प्रश्नः आगच्छति. इदानीं यदा सूत्रम् एकनिमिषं सूत्रं द्वयम् अपि त्रिपाद्याम् अस्ति चेत् किं भवति इति. सूत्रद्वयम् अपि त्रिपाद्याम् अस्ति चेत् पूर्वसूत्रं प्रथमं कार्यं करोति, द्वितीयसूत्रं तु असिद्धं भवति. क्रमेण भवति, त्रिपाद्यां तु क्रमेण कार्यं भवति, सूत्रसङ्ख्या क्रमेण कार्यं भवति. आम् अस्तु, आं तदेव. कस्य प्राधान्य सपादसप्ताध्यायाः एव प्राधान्यं भवति त्रिपाद्यां प्रति. किन्तु पूर्वत्र असिद्धम् एव शब्दः, तर्हि पूर्वत्र इत्युक्ते सपाद त्रिपाद्यायी इति अहं चिन्तितवान् प्रथम यद् सपाद किं पूर्वस्मिन् इत्यस्य एव पूर्वत्र इति आगच्छति महोदय. अतः पूर्वस्मिन् यत् सूत्रम् अस्ति तद् बलवत् भवति, बलवान् तस्य एव बलम् अधिकम् अस्ति. अग्रिम शब्दस्य अर्थः कः तर्हि? असिद्धम् इत्युक्ते कार्यं न भवति, तस्य किमपि कार्यं न भवति एव. इदानीम् अत्र यदा ये पूर्वे अस्ति तेषां कार्यं न भवन्ति इति. न पूर्वसूत्रात् अपेक्षया अग्रिम किमपि सूत्रम् असिद्धं भवति इति एव अवगन्तव्यम्. तत्तु समस्तपदमस्ति, अतः एव एतत् सपादसप्ताध्याय्यां त्रिपाद्यां प्रति एव युद्धः. सपादसप्ताध्यायाम् एव द्वयोः सूत्रयोः मध्ये किं भवति इत्युक्ते तत्र किमपि अन्यनियमः अस्ति, इदानीं तद् मास्तु. इदानीम् अस्माकं चिन्तनं पूर्वत्र सिद्धं प्रति एव. तत्र ष्टुनाष्टुः धात्वादेः शः सः इति सूत्रद्वयम् अत्र आगच्छति. यदा ष्टा इति स्थितौ सूत्रद्वयं युगपत् इत्युक्ते समानसमये समानकाले आगच्छति. तस्मिन् समये ष्टुनाष्टुः इति अष्टमाध्यायस्य चतुर्थपादे त्रिपादिसूत्रमस्ति. धात्वादेः शः सः तु सपादसप्ताध्याय्याम् अस्ति. पूर्वत्र सिद्धम् इति सूत्रेण धात्वादेः शः सः इति सूत्रमेव बलवत्, तस्य एव बलम् अधिकम्, अतः तस्य एव प्रसक्तिः भवति. ष्टुनाष्टुः इति असिद्धं भवति, तद् कार्यं न करोति इति एतावता वयं पठितं. तत्र किमपि प्रश्नः अस्ति वा भगिनि? क्षम्यतां, मम कनेक्षन् भग्नम् अभवत्. किं करपत्रं भगिनि? धातुविज्ञानं द्वितीयकरपत्रम्. अत्र पूर्वत्र असिद्धम् इति परिभाषा केवलं सपादसप्ताध्याय अपि च त्रिपादियो मध्ये एव, अन्येषु अपर नियम एव भवति वा अन्यस्थाने? यदा सपादसप्ताध्यायमेव सूत्रद्वयम् आगच्छति चेत् तत्र अन्यनियमः अस्ति, तद् इदानीं न आवश्यकम्. यदा वयं तस्मिन् समये प्रसङ्गम् आगच्छति चेत् तस्मिन् समये अहं वदामि. इदानीम् एतद् सपादसप्ताध्याय्याम् अनन्तरं त्रिपाद्यां मध्ये किं भवति इति एव. अस्तु, राजेन्द्रमहोदय प्राप्तं वा स्थानं? आम् भगिनि. आं पठतु महोदय. कुतां प्रक्रियां दृष्ट्वा धात्वादेः शः सः इत्यनेन शकारस्य सकारादेशो भवति इति मध्ये अस्ति, तृतीय परिच्छेदे मध्ये अस्ति. आम्, धात्व आदेः शः सः इत्यनेन शकारस्य सकार आदेशो भवति. यदा तदा यतोहि तदानीं शकारः नास्ति एव, श्नष्टुः इत्यनेन यः ठकार आदेशः भवति स्म सा तु न भवति असङ्गत्वात्। दन्ति ठकारः यथावत् तिष्ठति एव। दन्त्यसकारस्तु जातः, अतः लौकिकधातुः स्था इति सम्पन्नम्। अस्यां प्रक्रियायां ठकारस्य ठकारः न कदापि भवति। अयं विषयः बाध्यबाधक भावस्य पाठे इतोपि स्पष्टं भविष्यति। अस्य अभावे निमित्त अपाये नैमित्तिकस्य अपि अपायः इति प्रवादः अत्र दत्तः। इदानीं यथा महोदयेन पूर्वं पठितं अत्र धात्व आदेशः सः युरस्तत्सूत्रेण यदा षकारस्य सकार आदेशः भवति तदानीं षकारः न अस्ति एव इत्यनेन यः ठकार आदेशः भवति स्म सः तु न भवति। किमर्थं यथा यथा तत्र शृणाष्टु त्रिपाद्याम् अस्ति अपि च धातो आदेशः सः सपादसप्तध्यायाम् अस्ति, तत्कारणात् तत्र ठकार आदेशः यः भवति स्म सः तु न भवति असङ्गत्वात्। दन्ति ठकारः यथावत् तिष्ठति एव, तिष्ठति एव, दन्ति ठकारः एव तत्र तिष्ठति। ठकारस्य ठकारः न भवति शृणु सूत्रेण। दन्ति सकार अस्तु जातः, अतः लौकिकधातु स्था इति सम्पन्नम्। लौकिकधातु यथा अस्ति तथा स्था अस्ति, परन्तु पूर्वं यथा शथा आसीत् तत्र ठकारस्य ठकारः न जातः, अपि च धातो आदेशः सः सूत्रेण षकारस्य सकारः आदेशः भवति, स्था निष्पन्नं भवति। अस्यां प्रक्रियायां ठकारस्य ठकारः न कदापि भवति। अयं विषयः अग्रे भगिनी प्रायशः पाठिष्यति बाध्यबाधकभावस्य पाठे इतोपि। अस्य अभावे तस्य अभावे निमित्त अपाये नैमित्तिकस्य अपि अपायः इति प्रवादः अत्र दत्तः। यदि वयं तत्र न इदानीं पठितवन्तः अद्यतनपर्यन्तं न पठितवन्तः, तत्कारणात् एव अत्र निमित्त अपाये नैमित्तिकस्य अपायः अपि तत्प्रवादः अत्र दत्तः। परन्तु वस्तुतः तत् न भवति। यदि यथा पूर्वं लिखितमासीत् सः तु कोऽपि वार्तिकं न अस्ति, तत्कारणात् तत् कार्यं न भवति। यथा तत्र ठकारः आसीत् तस्य ठकारः आदेशः न कदापि भवति। ठकारः एव तत् तिष्ठति। धातो आदेशः सः, तेन सूत्रेण षकारस्य दन्तिसकार आदेशः भवति, तथा लौकिकधातु स्था निष्पद्यते। उत्तमं, धन्यवादः महोदय। स्पष्टं वा, अत्र प्रश्नः अस्ति वा? भगिनी अहं सम्यक् न अवगतवती, परन्तु अहं पठामि अग्रिमसप्ताहे, न अवगच्छामि चेत् न अहं वदामि एकवारं, भवती चिन्तयतु तस्मिन् विषये। इदानीं यदा स्था इत्युक्ते मूर्धन्यषकारः दन्त्यतकारः इति मूले आसीत् इति वयं, एतत्तु द्वितीयचिन्तनम्, अतः प्रथमचिन्तनं पृथक् द्वितीयचिन्तनं पृथक् इति चिन्तयतु, तस्मिन् एव समये अवगन्तुं शक्नुमः। इदानीं मूर्धन्यषकारः दन्त्यतकारः अस्ति मूले, सूत्रद्वयम् आगच्छति कार्यं कर्तुं समानसमये इत्युक्ते समानसमये युगपत् सूत्रद्वयम् आगच्छति। धात्वादेः शः सः तस्यापि कार्यमस्ति अत्र, ष्टुनाष्टुः तस्यापि कार्यमस्ति, अतः एव युगपत् इति वदामः, समानकाले समानसमये आगच्छति। इदानीं सूत्रसङ्ख्यायाः प्रामुख्यम् आगच्छति। धात्वादेः शः सः इति सूत्रं सपादसप्ताध्यायाम् अस्ति, ष्टुनाष्टुः इति त्रिपाद्याम् अस्ति, सपादसप्ताध्यायी सूत्रमेव बलवत्, तस्य एव बलमधिकम् इत्युक्ते तस्य कार्यं भवति इति शिक्षा अस्ति तत्र, अतः तत् कार्यं कर्तुम् आगच्छति. इदानीं षकारस्य स्थाने धात्वादेः शः सः इति सूत्रेण सकारः अभवत् स्था इति रूपम्. अत्र इदानीं ष्टुना ष्टुः तस्य कार्यमेव नास्ति किल, षकारः तु नास्ति, इदानीं षकारः तु सकारः जातः, अतः ष्टुना ष्टुः इत्यस्य कार्यमेव नास्ति, अतः स्था एव तिष्ठति. तदेव अस्माकम् अन्तिमरूपं स्था, किमपि न परिवर्तनीयम् इदानीम् इति सूत्रद्वयं वदति. एतत् परिच्छेदमपि तदेव वदति. अत्र ष्टुना ष्टुः इति ष्टुत्वसन्धि सूत्रमस्ति किम्? आम् आम् अस्तु, ष्टुत्वसन्धिसूत्रमस्ति. तस्य कार्यम् इदानीं न नास्ति एव. वयं प्रथमं न कृतवन्तः, षकारः आसीत् तकारः आसीत् तादृशमेव वयं स्वीकुर्मः. इदानीं धात्वादेः शः सः कुर्मः चेत् स्था इत्येव भवति. इदानीं किमपि कार्यं नास्ति अत्र, ष्टुना ष्टुः कार्यमेव नास्ति, श्रुत्वसन्धिविधाय एव नास्ति, तस्य आवश्यकमेव नास्ति. षकारः अस्ति चेदेव कार्यं भवति, तत्र तु मूर्धन्यवर्णः नास्ति, अतः स्था एव तिष्ठति इति एतत् परिच्छेदं वदति. पुनः मम प्रश्नः, नत्वं वा स्तुत्वं वा, नत्वं सिक्स्थ् चाप्टर् तदेव न महोदय, न नत्वं सिक्स्थ् चाप्टर् मध्ये नास्ति, अष्टम अध्याये एव अस्ति. नत्वं दन्त्यनकारः दशाभ्यां नोनः समानपदे इत्येव णत्वविधायकसूत्रं, तत्तु अष्टम अध्यायस्य चतुर्थपादे कुत्रापि अस्ति. इदानीं सूत्रसङ्ख्या अहम् आम् अष्टम अध्यायस्य चतुर्थपादस्य प्रथमसूत्रं णत्वप्रकरणम् इति अस्ति. एतत् अवगतं चेत् वयं प्रिया भगिनी अन्तिमपरिच्छेदं पठति वा तत्र? अस्ति वा भगिनि? आं भगिनि, मम कृते तत् न प्राप्तं वा? न प्राप्तम् इदानीं. ओ अस्तु, चिन्ता मास्तु भगिनि. अमित्रा महोदय पठति वा? आं भगिनि. प्रक्रियां दृष्ट्वा प्रश्नः उदेति, तर्हि किमर्थं धातुपाठे औपदेशिकधातुः ष्टा इति दीयते? कारणम् इदं यत् औपदेशिकधातुः एव अपेक्षते चेत् ष्टुत्वस्य अवसरो भवति. धात्वादेः शः स्तः इति सूत्रं प्रवर्तनीयं भवति यदा किमपि कार्यं करणीयं, यदा किमपि लौकिकरूपं सम्पादनीयं भवति. किन्तु औपदेशिकधातुः एव अपेक्षितं चेत् तत्र मूर्धन्यषकार अस्ति एव. तदर्थं ष्टुनाष्टुः इत्यनेन ठकारादेशं करोति. अनेन ष्टा ष्ठा इति धातुः जायते. इत्युक्ते केवलं औपदेशिकधातुः वयं दृष्ट पश्यामः चेत् तत्र तु ष्टुनाष्टुः इत्येव सूत्रस्य प्रसक्तिः अस्ति. धात्वादेः शः सः कदा आगच्छति? यदा अहं लौकिकरूपस्य सम्पादनं कर्तुम् इच्छामः चेत् केवलं उपदेशे पश्यति चेत् तस्य तु तत्र तु धात्वादेशः स सूत्रस्य प्रसक्तिः एव नास्ति, केवलं ष्टुनाष्टुः सूत्रस्य प्रसक्तिः अस्ति. तर्हि ष्ठा इति रूपं जायते, अतः उपदेशिक औपदेशिकधातुः ष्ठा इति दीयते इति लिखितम्. तृतीयचिन्तनम् इति वयं स्वीकर्तुं शक्नुमः. तत्र यदा वयम् औपदेशिक यदा धातुपाठे वयं पश्यामः चेत् तत्र तु ष्टा एव द्रक्ष्यामः. किमर्थम् इत्युक्ते तत्र द्वयोः वर्णयोः सामीप्यमस्ति, अथवा ष्टुनाष्टुः इति सूत्रेण सन्धिः भूत्वा ष्टा इत्येव भवति इति तत्र अस्तु. रामनाथन् महोदय, भवतः प्रश्नः आसीत् किल णत्वं किमर्थं न भवति इति, अस्ति वा महोदय? आम्, तत्र धातुः यदा वयं स्वीकुर्मः तत्तु पदं नास्ति, पदस्य एव णत्वं भवति, अतः तत्र णत्वं न भवति. अस्ति वा? तत्र अन्यत् किमपि अस्ति आसीत्, परिभाषा न वा परिभाषा न वा वार्तिकम् इति दत्तमस्ति. तत्र वयं सूत्र परिभाषा इति सूत्रस्य विभागः इति वयं दृष्टवन्तः, तद् नास्ति अत्र. परिभाषा इति यदा वयं वार्तिकम् इति दृष्टवन्तः तादृशमेव परिभाषा इति परिभाषासूत्रं नास्ति, परन्तु परिभाषेन्दुशेखरः इति नागेशभट्टेन विरचितं परिभाषा यः सङ्ग्रहः तदेव परिभाषा इति दत्तमस्ति तत्र. तदपि आगच्छति अस्माकं पाठे बहुवारम्, अतः एव अहं विवरणं दास्यामि इदानीम्. इदानीं पर्यन्तं स्पष्टं वा? अतः चिन्तनत्रयम् आसीत्, त्रयमिति न द्वयमेव आसीत्, तृतीयं तु यदा धातुपाठे अस्ति इति. प्रथमं वयं दृष्टवन्तः निमित्तस्य अपाये नैमित्तिकस्य अपि अपायः इति उक्तिना कथं भवति, ष्ठा अनन्तरं था इति कथं भवति इति वयं दृष्टवन्तः. तत्तु प्रथमचिन्तनम् आसीत्. अनन्तरमासीत् शास्त्रीयचिन्तनं, यदा व्याकरणरीत्या कथं साधयितुं शक्नुमः इति द्वितीयचिन्तनं. तत्र एव सूत्राणां बलाबलस्य चिन्तनम् आगच्छति. तत्र यदा महोदय एकः लिङ्क् अत्र अस्ति किल, अयं विषयः बाध्यबाधकभावस्य पाठे इतोपि स्पष्टम् इति, तत्र तस्मिन् लिङ्क् मध्ये पूर्वत्र असिद्धम् इति भागः अन्तिमम् अस्ति, तद् कृपया एकवारं पठतु. तत्र किञ्चित् स्पष्टं भवति त्रिपाद्यां कथं सूत्रम् आगच्छति, सपादसप्ताध्यायां प्रति त्रिपादिसूत्रं कथं कार्यं करोति, किमर्थं न करोति इति किञ्चित् विवरणम् अस्ति. वयं तत् पाठम् अवश्यं पठामः अग्रे, परन्तु इदानीं किञ्चित् पठतु गृहपाठरूपेण, चिन्तनं भवति इति कारणेन तद् तद् एकम्. तृतीयं तु वयं दृष्टवन्तः धातुपाठे किं ष्टा इत्येव दत्तमस्ति. किमर्थम् इत्युक्ते शकारतकारयोः नैकट्यम् अस्ति, अतः तत्र सन्धिः भवति इति चिन्तन त्रयं. नत्वं किञ्चित् पठामः, पञ्चनिमिषम् अस्ति. माला भगिनी पठति वा? अस्तु भगिनि. नत्वं नो नः उपदेश अवस्थायां धातोः आदौ नकारः अस्ति चेत् नकारस्य स्थाने नकारादेशः भवति. णः षष्ट्यन्तं, णः प्रथमान्तं, द्विपदम् इदं सूत्रम्. आदेश उपदेशे शिति इत्यस्मात् उपदेशे इत्यस्य अनुवृत्तिः. धात्वादेहे शः सः इत्यस्मात् धात्वादेहे इत्यस्य अनुवृत्तिः. अनुवृत्तिसहितसूत्रं धात्वादेः णः णः उपदेशे. अत्र णत्वस्य विषये लिखितमस्ति, णो णः इति सूत्रमस्ति अष्टाध्याय्यां 6165 इति सूत्रमस्ति. उपदेश अवस्थायां धातोः आदौ नकारः अस्ति चेत् णकारस्य स्थाने नकारादेशः भवति इति सूत्रं वदति. यदि धातोः आदौ नकारः अस्ति तस्य नकारस्य नकारदेशः नकारः भवति. नः षष्ट्यन्तं नः प्रथमान्तं द्विपदम् इदं सूत्रं. णः षष्ट्यन्तम् अतः स्थानी भवति, तस्य स्थाने नः इति प्रथमान्तरूपम् आदेशः भवति, अतः णकारस्य नकारः भवति. आदेश उपदेशे शिति इत्यस्मात् उपदेशे इत्यस्य अनुवृत्तिः. आदेश उपदेशे शिति 6145 इत्यस्य सूत्रस्य सूत्रेण सूत्रात् उपदेशे इति पदस्य अनुवृत्तिः भवति. धात्वादेः शः सः 6163 इत्यस्मात् धात्वादेः इत्यस्य अनुवृत्तिः. धात्वादेः शः सः इति सूत्रात् धात्वादेः इति शब्दस्य अनुवृत्तिः भवति. अनुवृत्तिसहितसूत्रं धात्वादेः णः णः उपदेशे इति सूत्रम् अन्तिम किं वदामः पूर्णसूत्रम् अनुवृत्तिसहितं पूर्णसूत्रं धातोः आदौ नकारः अस्ति चेत् नकारः उपदेशः भवति. उपदेशावस्थायां भवति. उपदेश अवस्थायां भवति. आदेशः सम्यक्. एतत्तु अग्रिमसूत्रमस्ति. धात्वादेः शः सः इति पूर्वसूत्रम्, अग्रिमसूत्रं नूनः इति अग्रिमसूत्रमस्ति. अतः एतत् सूत्रमपि सपादसप्ताध्याय्याम् अस्ति इति मनसि भवेत् यदा कार्यम् आगच्छति चेत्. अस्तु, रामनाथन् महोदय पठति वा उदाहरणम्? इति धातुः प्रथमम् उपदेशे जनुनासिक यित् इत्यनेन अकारस्य यित् संज्ञा तस्य लोपः इत्यनेन लोपश्च नठं नट् नो नः इत्यनेन नट् नट् इति लौकिकधातुः. नटति लटि नाटकः मुल्लि नटनं लिप्ति लिप्ति इति रूपं नटम् इत्येन चन्द्रबिन्दौ उपदेशे अनुनासिक इत् इति रूपेण अकारस्य इत् संज्ञा भवति. नट् इति नो नः इति सूत्रेण अन्तिमरूपं नट् इति रूपं लौकिकरूपं लौकिकधातुः. नटति इति लटि रूपं, नाटकः इति नुलि, नटनं इति युटि इति अन्तिमरूपम्. अस्तु, अद्य अत्र समापयामः. किञ्चित् नूतनविषयः आगच्छति इतः पर्यन्तं, क्षम्यताम्. अतः अग्रिमसप्ताहे वयं तत् कुर्मः नूतनविषयः इति कारणेन. इदानीं पर्यन्तं कोऽपि प्रश्नः अस्ति वा? अस्तु, धन्यवादः. धन्यवादः धन्यवादः धन्यवादः नमस्ते।